नमस्कारः. लृङ्लकारः इति करपत्रम् अनुवर्तते, तत्र नूतन अंशाः योजिताः. प्रत्यादेशः इति तत्र आरप्स्यते अधुना, ततः आरभ्य पठामः. तर्हि सरला भगिनी, भवती पठितुम् इच्छति वा भगिनि? प्रत्यादेश स्यतासि लृलुटौ लुटि लिङि च परे धातुतः स्य लुटि परे धातुतः तासि भवति. तास्य ऋकार किमस्ति उच्चारणार्थम् किं भगिनि? तासि इत्यस्मिन् इकारः उच्चारणार्थः इति. ओ तासि इकार उच्चारणे तासेः इकार दासेः इकार उच्चारणार्थं चश्च तासश्च तयोः इतरेतरत्वस्य तासि लृच् लृच् तयोः इतरेतरत्वस्य लृच्छ तासि प्रथमान्तं. सम्यक् न श्रूयते भगिनि, दूरे श्रूयते. पुनः पुनः दोष, तत्र ध्वनिः सम्यक् न श्रूयते भगिनि. कदाचित् तत्र सम्यक् अस्ति, कदाचित् मध्ये एवं भवति, किन्तु भवती यदा तत्र समीकरोति तदा सम्यक् श्रूयते. शतासि प्रथमान्तम् इदानीं सम्यक् अस्ति? आम् आम्. शतासि प्रथमान्तं लृटोः सप्तम्यान्तं सप्तम्यन्तं द्विपदमिदं सूत्रं धातोः प्रत्ययः परश्च इत्येषाम् अधिकार अनुवृत्तिसहितसूत्रं धातोः परश्च स्यतासि प्रत्ययो लृटोः. इदानीं लृलुटोः शतासि लृलुटो इति सूत्रम् अस्ति. अस्माकं लृङ् लकारस्य प्रकरणम् अस्ति इत्यस्य कृते स्य प्रत्ययस्य उपयोगः भवति, अतः इति शतासि लृलुटो इति ज्ञातव्यम्. अनेन सूत्रेण लुट् लकारे स्य प्रत्ययस्य अपि लृङ् लकार प्रत्ययस्य लुटि परे धातु तास् भवति अपि लिङ् लकारे स्य प्रत्यय भवति. स्य प्रत्यय लिट् लकारे अपि भवति. तासि इत्यस्य एकारोच्चारणार्थम् अस्ति. चश्च चाश्च इतरेतरद्वन्द्वस्य तासि इति भवति. लिट् चलश्च इतरतरद्वन्द्वः अस्ति. शतासि इति प्रथमान्तम् अस्ति. लुलुटो इत्यस्य सप्तम्यम् अन्तं द्विपदमिदं सूत्रमस्ति. अनुवृत्तिसहितसूत्रमस्ति. धातोः परश्च शतासि प्रत्ययो लुलुटो धातोः पञ्चमी विभक्ति परश्च अधिकारस्य तासि इति तास् इति चरितरद्वन्द्व प्रथमाविभक्ति अस्ति द्विवचने. प्रत्ययोः इति प्रत्ययो भवति विशेषं, स्यतासि इति भवति विशेषणं. लुर्लुटोः इति सप्तमी विभक्ति विषय सप्तमी अस्ति. अत्र लृ लृति भवति लृट् अपि द्वयोः ग्रहणम् अस्ति. लृ अनेन लुटो इति लुटि इति अत्र तास् प्रत्ययस्य प्रयोगः अस्ति. स्य इति यथा किमस्ति परिभाषा? यथानुदेशं यथासङ्ख्यं यथासङ्ख्यम् अनुदेशम् अनुदेशसमानं समानं तस्य तासि अनुदेशसमानं तस्य आगच्छति लृ अनेन लुट् अस्ति तासि इति लृ इति भवति लृट् द्वयोः प्रतिनिधिः. वर्गे समाते मम कश्चन नूतनप्रश्नः उद्धृतः. कः इत्युक्ते सामान्यतया प्रथमा विभक्तिः किम् इति तत्र सूत्रं पाणिनीयसूत्रं कथं पठनीयम् इति महोदयस्य तत्र पाठः आसीत् खलु, तस्मिन् अस्माभिः पठितं प्रथमा विभक्तिः आदेशः आगमः लोपः इति पठितवन्तः खलु. ते त्रयाणामेव तत्र विषयः तत्र उक्तः अस्ति, किन्तु अत्र तु विधानम् अस्ति खलु. तर्हि विधानस्यापि प्रथमा विभक्ति भवति खलु, तर्हि तदपि योजनीयं ननु भवती किं चिन्तयति? तत्र महोदयः प्रष्टव्यः अग्रिमे यत्र विधानस्य अपि प्रथमाविभक्तिः भवति खलु इति आमाम् अत्र धातुः इति पञ्चमी कीदृशपञ्चमी इति वदति वा भगिनि महोदय तदेव अस्मिन्नेव विषये पुनः तत्र पञ्चमी कीदृश पर पञ्चमी यस्यात् परे इति आगच्छति पूर्वकार्यम् इति खलु पूर्वकार अस्ति सप्तमी पञ्चमी सप्तमी कीदृशी अस्ति लृटुः विषये सप्तमी अहम् उक्तवती अस्ति लृटुः अत्र तु परसप्तमी अस्ति खलु परसप्तमी लुविषये लृटोः परे परयोः पूर्वस्य परयोः धातोः परः स्यथ्यासि प्रत्ययौ विधीयते इति किमर्थं प्रत्ययौ लृट् प्रत्यये तु साक्षात् परं भवति खलु धातोः तत्र मध्ये भवति यत्र यत्र परसप्तमी आगच्छति तत्र विषयसप्तमी अपि भवितुं शक्नोति शक्नोति सत्यं भविष्यं किन्तु अत्र तु साक्षात् परमस्ति अनन्तरं तास्प्रत्ययः अनन्तरं तत्र तत्र मध्ये तत्र मध्ये किमपि अन्यवर्णाः मास्तु खलु साक्षात् परे भवितव्यं लृ लुट् प्रत्ययः इति लस्य इत्यनेन अत्र स्थाने भव लृ इत्यस्य स्थाने अन्ये साधा तत्र प्रत्ययाः आगच्छन्ति तत्र इति मन्ये खलु तर्हि लुट्रोतिकि साक्षात् परसप्तिं प्रथमं तु लृ इति एव कृत्वा एव वयं प्रक्रियां साधयामः खलु धातु प्लस् लृ इति भवति तदनन्तरं लृट् इति भवति चेत् धातु प्लस् लृट् इति भूत्वा तदनन्तरं धातुः प्लस् स्य प्लस् लृट् इति जायते तदनन्तरं तत्र लकारस्य स्थाने अन्ये आदेशाः भवन्ति खलु प्रथमं ल भवति तदनन्तरं विवक्षाम् अनुसृत्य लृट् भवति तदनन्तरं यदा लृट् भवति तदा एव स्य प्रत्ययः मध्ये आगच्छति परसप्तमी अधुना प्रत्ययः सत्यं सत्यम् अत्र तु परसप्तमी अस्ति किमर्थम् इत्युक्ते तित्तस्जि इति प्रत्ययः अत्र न अपेक्षितः स्य इत्यस्य विधानार्थं यत्र लकाररूपा रूपे अस्ति लृट् इति तदा एव स प्रत्ययः आगच्छति अस्तु इट् कम्स् इन् अ वेरि सेकेण्ड् स्टेप् इट् डजन्ट् वेट् वी डोन्ट् हव् टु वेट् फार् दि तित्तस्जि इन् आर्डर् टु प्रथमम् आगच्छति इट् इस् एक्साक्ट्लि परसप्तमी इति आर्धधातुक प्रक्रिया अस्ति तथा आर्धधातुकप्रक्रिया तत्र पञ्चमीविधानं स्मरति वा परसप्तमीविधानं पूर्वकार्यविधानं सूत्रमस्ति तस्माद् निर्दिष्टे पूर्वस्य तस्मिन् इति उत्तरस्य इति अस्ति स्मरणार्थं अस्तु भगिनि धन्यास्मि भगिनि अग्रे भगिनी तत्र सूर्यकुमारी भगिनी पठति वा भगिनि हा भगिनि लृङ्लकार नित् अस्ति अतः प्रथमतया नित् लकाराणां कृते सामान्याः प्रत्ययाः निर्मातव्याः अनन्तरं तेषाम् आदौ स्या इति योजनीयः अनेन लृङ्लकारस्य सिद्धतिङ् प्रत्ययाः भविष्यन्ति तत्र उक्तं लृङ् वयं चर्चितवन्तः लुङ्गुलकारः विषये लुङ्गुलकारे नित् अस्ति नित् अस्ति अपि सामान्यप्रत्ययाः निर्मातव्याः प्रथमम् अनन्तरमेव आदेश अनन्तरमेव तेषाम् आदौ सामान्यप्रत्ययाः आदौ स्या इति योजनीयः इति उक्तम् प्रथममेव स्य इत्यस्य विधानं भवति किन्तु योजनं न भवति कदा योजनं भवति धातुः प्लस् स्य प्लस् लृङ् इति अस्ति चेत् तत्र स्य इति तत्र तिष्ठति योजनं न भवति तदनन्तरं लृट् लृङ् इत्यस्य प्रत्ययान् वयं योजयित्वा लृङ् निमित्तीकृत्य नित्वं निमित्तीकृत्य कश्चन भेदः भवति तित्तस्य इत्यस्य तादृशप्रत्ययान् योजयित्वा तादृश तत्र विकारान् कृत्वा तदनन्तरं स्य इति योजयामः इति खलु योजन प्रथमम् आदौ सामान्यप्रत्ययाः आदौ स्याप्रत्यय आदौ भवति, अनन्तरं तिङ् प्रत्यय आयाति, तिङ् अनन्तरम् आदेश आदे अनन्तरमेव योजन योग्यं भवति, न तु पूर्वं तिङ् आदेशः तत्र नित्निमित्तीकृत्य तत्र परिवर्तनानि भवन्ति तिङ् प्रत्ययम् आम् तदनन्तरं योजनं भवति सत्यम् आमाम् अग्रिमपङ्क्तिमपि पठति वा भगिनि दशासु अपि लकारेषु अनुबन्धानाम् इत् संज्ञानन्तरं तस्य लोपः इत्यनेन लोपानन्तरं ला इत्येव अवशिष्यते अस्य ला इत्यस्य स्थाने क्रमेण तिप् तस् जि सिप् तस्ता निप् वस्मस् ता आतां झ तास् आतां द्वम् इड् वहि महिङ् इत्येते अष्टादश तिङ् आदेशः करणीयः तदेव पूर्वमुक्तं प्रधानं सामान्यमूलप्रत्ययः मूलप्रत्ययः तदनन्तरमेव आदेशप्रत्ययः अनन्तरं योग्यं आदौ स्थितस्य योजनं आम् योजनं तर्हि तत्र सोपानम् एवं भवति धातुः लकारः इति प्रथमसोपानम् अनन्तरं विवक्षाम् अनुसृत्य धातुः प्लस् अधुना अस्माकं विवक्षा लृङ् इति अस्ति चेत् धातुः प्लस् लृङ् इति जायते द्वितीये सोपाने तदनन्तरं तृतीये सोपाने किं भवति लृङ् परे अस्ति इति कृत्वा तत्र स्यतासि लृलुटोः इति सूत्रेण धातुः प्लस् प्लस् स्य प्लस् लृङ् इति जायते अधुना लृङ् इत्यस्य अनुबन्धलोपः भवति इल् अधुना इल् इति यदा अवशिष्यते तदा तु तस्य तत्र किम् अस्ति लस्य इति सूत्रेण लकारस्य स्थाने तत्र तत्र तिप्तजि इति आदेशाः भवन्ति पुरुष अनन्तरं वचनभेदान् अनुसृत्य तिप्तजि इति आदेशाः भवन्ति तदनन्तरम् अधुना ये आदेशाः भवन्ति तेषां तु इल् इति नित् अस्ति इति कृत्वा तत्र किम् अस्ति प्रत्ययस्य आदेशः यदा भवति तत्र गुणधर्मान् अनुसरति खलु स्थानिवद्ध आदेशौ अनल्विधौ इति सूत्रेण ये तिप्तजि इति आदेशाः भवन्ति ते अपि नित्वम् अनुक्रियन्ति अनुकुर्वन्ति इति तत्र नित्वं सर्वत्र कृत्वा तत्र सूत्राणि कृत्वा तत्र इतश्च इति तादृशकार्याणि भवन्ति इति सिद्धतिङ्प्रत्ययाः कृत्वा तदनन्तरं स्य इत्यनेन योजयामः योजयित्वा तदनन्तरम् अन्ते तु धातुना योजयामः वयम् अङ्गकार्यं कृत्वा धातुना योजयामः एवं दोषः अस्ति वा इत्युक्तवती सोपानं सरला भगिनि किमपि वक्तुम् इच्छति वा भगिनि यत् भवती तस्मात् इति उत्तरस्य अस्ति अस्ति पञ्चमी विभक्ति सप्तमी विभक्ति इत्यस्ति तस्मिन् निर्दिष्टे पूर्वस्य तदेव उक्तवती खलु न वा अस्तु परस्मैपदीनां धातूनां मूलतिं प्रति तत्र क्षम्यता मणिमहोदय पठति वा महोदय परस्मैपदीयधातूनां मूलतिङ् प्रत्ययः मूलतिङ् प्रत्ययः च भवति तिम् तिप् तस् जि प्रथमपुरुषे मध्यपुरुषे सिप् तस् त मिप् वस् मस् अनन्तरम् आत्मनेपदीयधातूनां मूलतिङ् प्रत्ययः त आतां ज तास् आतां द्वम् इद् वहि महि कथं मूलप्रत्ययः भवति इति इदानीमेव लिट् लकारमध्ये लिरिङ् अपि भवति लिरिट् प्रत्यय परे लिरिट् अपि भवति लिरिङ् अपि भवति इति तदा भवान् भगिन्या उक्तम् अनन्तरं मूलप्रत्ययः लिरिङ् लकारः भवति इति निर्माणितं भवति वा अनन्तरं शयप्रत्ययः प्रथमे शय अस्ति अनन्तरं लिङ् लकारः योजनीयम् इति अत्र तथा सम्यक् न श्रूयते महोदय पुनः भवतः अपि महोदय अधुना सम्यक् श्रूयते मध्ये सम्यक् न श्रूयते मया न अवगतं महोदय ध्वनिः सम्यक् न श्रुतम् अधुना सम्यक् अधुना सम्यक् वा अस्तु महोदय एभ्यः मूलचिङ्प्रत्ययः ङित्लकाराणां कृते सामान्यप्रत्ययः एवं रीत्या जायन्ते इतः पठामि वा पठतु इतश्च ङित्लकारस्य स्थाने यः परस्मैपति परस्मैपद ह्रस्व इकारान्त चिङ्प्रत्ययः तस्य अन्त्यस्य इकारः लोपो भवति येन उदितं तस्य इत्यनेन इकारान्तः इति अर्थः हलोन्त्यस्य इत्यनेन प्रत्ययस्य अन्तिमवर्णस्य इकारः लोपः न तु पूर्णप्रत्ययस्य इदः षष्ट्यन्तं च अव्ययपदं द्विपदम् इदं सूत्रम् इदश्च लोपः परस्मैपदेषु इत्यस्मात् लोपः परस्मैपदेषु इत्यनयोः अनुवृत्तिः नित्यम् इतः इत्यस्मात् नितः इत्यस्य अनुवृत्तिः लस्य इत्यस्य अधिकारक अनुवृत्तिसहितसूत्रं नितः लस्य इदः परस्मैपदस्य लोपः सूत्रं वदति ङित्लकराणां परस्मैपदोः मध्ये ह्रस्वविकारः किं प्रत्ययः अस्ति चेत् तस्य अन्त्यस्य विकारः एव लोपो भवति इदानीमेव भगिनी उक्तवती ङितः लोपो इकारः लोपो भवति इति काचित् प्रत्यये परे इति उक्तवती तदेव अत्र अत्रापि इकारः ह्रस्वविकारः एव इदश्च इति सूत्रेण भवति इति अनन्तरं येन उदितस्य सूत्रेण अन्तिम इकारः एव इति अनन्तरं अलोन्तस्य इत्यस्य सूत्र परिभाषासूत्रेण अन्तः एव न पूर्णतया प्रत्ययस्य इति अर्थः भवति इति इदः सस्यन्तं च द्विपदं सूत्रम् अनुवृत्तिसहितसूत्रम् इतः लस्य इतः परस्मपदस्य लोपः परस्मपदेषु ङित्लकारस्य इकारस्य लोपो भवति इति इत्यस्य अर्थः समीपं महोदय महोदय क्षम्यतां म्यूट् मध्ये वदन्ति आसम् अत्र इतः इत्यस्य का विभक्तिः महोदय इतः इत्यस्य विभक्तिः का विभक्तिया सप्तमीविभक्त्या महोदय इत् इति पदमस्ति खलु इत् इति ह्रस्व इकारः इति इत् भवति तपरकरणं कृत्वा तपरस्तस्कालस्य इत्यनेन ह्रस्व इकारस्य सूचना इत् इति क्रियते अधुना इत् इति हलन्दपदमस्ति खलु तस्य षष्टिविभक्तिः इतः जायते अत्र तु स्थाने इकारस्य स्थाने इति भवति खलु ह्रस्व इकारस्य लोपः स्थाने षष्टिः अस्ति तदनन्तरं पुनः पृष्टवन्तः अत्र तत्र तत्र परस्मैपदस्य इति कीदृशषष्टिः इति तत्र एवं मन्ये तत्र तत्र तु अवयविभावः अस्ति खलु परस्मैपदीप्रत्ययाः सन्ति तेषाम् इकारः ह्रस्व इकारः अवयवरूपेण भवन्ति तर्हि सम्बन्धषष्टिः अस्ति परस्मैपदस्य इति पुनः तत्र पुनः किम् अस्ति एते परस्मैपदपदिप्रत्ययाः तत्र तु प्रत्ययस्य इत्यपि योजनीयः परस्मैपदस्य प्रत्ययस्य इतः लोपः इति पठामः वयम् अत्र तु परस्मैपदस्य प्रत्ययस्य इतः इति परस्मैपदस्य प्रत्ययस्य इति सम्बन्धषष्टिः अस्ति इतः इति स्थाने षष्टिः अस्ति इकारस्य स्थाने इति तदनन्तरं नितः लस्य इति किं भवति तत्र परस्मैपदस्य प्रत्ययस्य इत्यनयोः तत्र विशेषणविशेषभावः भवति विशेष्यम् अस्ति प्रत्यय इति परस्मैपद इति विशेषणं भवति तर्हि तत्र सम्बन्धसृष्टिकल्पितं तदनन्तरं मितः लस्य परस्मैपदस्य इत्युक्ते मितः लकार ललस्य ये मितः लस्य स्थाने ये परस्मैपदीप्रत्याः आदिष्टाः इति तत्र तु लस्य इति स्थानी अपि भवति साक्षात् किं भवति लकारस्य स्थाने ये प्रत्याः आदिष्टाः ते तेषां परस्मैपदीनः इति भवति किन्तु अत्र तु सम्बन्धषष्टिः इति स्वीक्रियते तदा किं भवति नितः लस्य इत्युक्ते लस्य ये परस्मैपदिनः भवन्ति पुनः किम् अस्ति सम्बन्धः अस्ति लकारसम्बन्धी ये परस्मैपदिप्रत्याः भवन्ति नित्लकारसम्बन्धी ये परस्मैपदिप्रत्याः भवन्ति तेषाम् अवयवरूपेण ये ह्रस्व इकारः वर्तन्ते इकारस्य स्थाने लोपः इति साधु वा षष्टिस्थानि षष्टि षष्टि इति बहु बहुषष्टि वयं पठितवन्तः खलु स्थानि षष्टि इति पठितवन्तः तदनन्तरं किम् अस्ति सम्बन्धषष्टि इति उक्तवन्तः तदेव अवयवविभावनपि भवति तदनन्तरं निर्धारणार्थे अपि षष्टि प्रयुज्यते इति षष्टिविभक्तेः बहवः अर्थाः सन्ति अत्र तु इतः इत्यस्य स्थाने षष्टि इत्युक्ते साक्षात् ह्रस्व इकारस्य स्थाने धन्यवादः भगिनि किमपि सरला भगिनि महोदय उक्तवान् अत्र विशेषं द्वयं वयं कर्तुं शक्नुमः प्रत्यय इति विशेषं परस्मैपदस्य इत्यस्य विशेषम् इतः पुनः इत्यस्य विशेषणं भवति लस्य अपि विशेषं कृत्वा नित इत्यस्य विशेषणं भवति नितः इति विशेषणं अग्रे नितः अपि विशेषणं वा लस्य विशेषणं कीदृशलकारस्य नित् लकारस्य इति ये लकाराः यत्र नितः सन्ति देर् आर् मेनि लकारास् रैट् आहत्य दशलकाराः सन्ति तेषु टित् लकाराः प्रायः मन्ये षड् लकाराः वर्तन्ते इति मन्ये खलु षड् वा विपरीतत्वेन वा लट् लोट् लिट् इति भवति खलु लकाराः वर्तन्ते देर् आर् फोर् टित् लकारास् अण्ड् देर् आर् सिक्स् मित् लकारास् सो दो सिक्स् नित्लकाराणां कृते एतत् सूत्रं कार्यं करोति खलु सो लस्य इति बृहत्क्षेत्रं यथा नीलः घटः घटाः तु बहवः सन्ति तेषु नीलाः घटाः इति विशेषणं भवति विशेषयति तथैव लकाराः दशलकाराः सन्ति तेषु नित्लकाराः इति केवलं षड्डेव लकाराः भवन्ति विशेषयति खलु धन्यवादः नृङ्लकारः नित् अस्ति अतः तिप् इत्यस्य कृते किं भवति तिप् हलन्तम् इत्यनेन यस्य कस्यापि अंशस्य अन्ते हल् वर्णः भवति तस्य हल् वर्णस्य इत्संज्ञा भवति तस्य लोपः इत्यनेन यस्य वर्णस्य इत्संज्ञा जाता तस्य लोपः भवति इतस्य इत्यनेन नित्लकारस्य स्थाने यः परस्मैपदस्य ह्रस्व इकारान्त तिङ्क्रियः तस्य अन्ते इकारस्य लोपः इति अवशिष्यते तर्हि तिप् इत्यस्य प्रथमं किं भवति हलन्तम् इत्यनेन पकारस्य लोपः भवति तदनन्तरं ति इति अवशिष्यते यदा ति इति अवशिष्यते तदा तु इतस्य इति सूत्रेण अधुना वयं नित्लकारस्य प्रत्ययान् वयं कुर्मः इति कृत्वा लृङ्लकारः तु नित् अस्ति इति कृत्वा ति इत्यस्य इकारस्य लोपः भवति इतस्य इति सूत्रेण तदा तु वयं केवलम् इति एक तत्र किम् अस्ति तत्र एक अल् वर्णः एव अवशिष्यते तत्र एवमेव सिप् इत्यस्य इप् इति जायते मिप् इत्यस्य इम् इत्येव जायते इति तत्र निमित्तं परस्मैपदी अपि अस्ति खलु हा परस्मैपदी आं सत्यं तत्र तु अन्य तत्र तां झ इत्यस्मिन् तु इकारः एव नास्ति वहि महि इत्यस्मिन् वर्तते तत्र तु भिन्नकार्याणि भवन्ति किन्तु अधुना परस्मैपदीनामेव वयं पठामः पठिमहि मध्ये इदश्च न कार्यं करोति, भिन्नकार्याणि किं महिमहि इत्यत्र तु भिन्नकार्यं. धन्यवादः. तु औत्सर्गिकसूत्रम् एतत् तु परस्मैपदस्य युक्तमस्ति कृत्वा तत्र कार्यमेव नास्ति, क्षम्यताम्, तत्र तु कार्यमेव नास्ति, सूत्रे एव परस्मैपदस्य इति उक्तमस्ति खलु. तस्य आत्मने प्रतिप्रत्यां इत्यपि इकारः अस्ति, तत्र तु अस्य सूत्रस्य प्रसक्तिः अपि नास्ति, प्रसक्तिः प्राप्तिः न भवति. सरला भगिनी भवती अपि जोन् सप्तमाध्यायस्य प्रथमपादे द्वितीयसूत्रं प्रत्ययस्य जकार अवयवस्य स्थाने अन्त आदेशः भवति, झः षष्ट्यन्तम् अन्तः प्रथमान्तं द्विपदमिदं सूत्रम्. आयनेय नीयः ख ध ख च छ घां प्रत्ययादीनाम् इत्यस्मात् प्रत्ययस्य इत्यस्य अनुवृत्ति अङ्गस्य इत्यस्य अधिकार अनुवृत्तिसहितसूत्रम् अङ्गस्य प्रत्ययस्य झः अन्त झोन्त इति सूत्रमस्ति. प्रथम पुरुषे बहुवचने मूलप्रत्ययः अस्ति झि, तत्र झ अवयव अस्ति पदस्य झि पदस्य, तस्य स्थाने अन्तः आदेश भवति. अनुवृत्तिसहितसूत्रम् अङ्गस्य इत्यस्य अधिकारस्य अस्ति, प्रत्ययस्य इति भवति विशेष्य झः इति भवति विशेषणं. झः इति अत्र झ इति भवति अवयव स्वीकर्तव्यम् तस्य जकार अन्तः इत्यस्य अन्तः आदेश भवति, अत्र जकारस्य स्थाने अन्तः आदेश अन्तस्य प्रथमाविभक्ति अस्ति, तत्र द्विपदमिदं सूत्रमस्ति. अग्रे पठामि. झि झोन्त इत्यनेन प्रत्ययस्य जकार अवयवस्य स्थाने अन्त आदेश अन्तयोग इ अन्ति इत्यश्च इत्यनेन ङित् लकारस्य स्थाने यः परस्मैपद ह्रस्व इकारान्त तिङ् प्रत्ययः तस्य अन्त्यस्य इकारलोपः अन्त संयोगान्तस्य लोपः इत्यनेन यस्य पदस्य अन्ते संयोग अस्ति तस्य पदस्य अन्तिमवर्णस्य लोपः तदनन्तरं पृच्छामि. ओके, झि इति प्रथमपुरुषे बहुवचने मूल तिङ् प्रत्ययः अस्ति. इदानीम् अस्माकं विवक्षा ङित् लकारेषु सिद्धतिङ् प्रत्ययः करणीयं, तत्र झोन्त आगत्य तत्र झकार यत् अवयव अस्ति तस्य स्थाने अन्त आदेश भवति. इदानीम् अन्तयोग इ तदनन्तरम् इतश्च इति सूत्रेण इकारस्य ङित्सु लकारेषु इकारस्य इत्संज्ञा भवति तस्य लोपः भवति, तो अन्त इति अवशिष्यते. इदानीम् अन्त नकार तकारयोः संयोगः अस्ति, संयोगात्यस्य लोपः अनेन अन्तिमवर्णस्य लोपः भवति तकारस्य, तो इति अन् अवशिष्यते इति अस्ति. तो प्रथमपुरुष एकवचने भवति निश्चूलकारेषु अनुसृतति भवति बहुवचने, क्षम्यताम्, बहुवचने भगिनि, बहुवचने जि. यद्यपि संयोगान्तस्य लोपः इति पदकार्यम् अस्ति, तत्र पदं कृत्वा एव वयं कुर्मः, तथापि पदस्य अन्ते प्रत्ययः एव भवति खलु इति कृत्वा अधुना एव कुर्मः खलु. किन्तु अहम् इतश्च इति प्रथमं करणीयं वा जोन्त इति प्रथमं करणीयं? यत्किमपि प्रथमं कुर्मः तत्र तु क्लेशः नास्ति, क्लेशः नास्ति, भिन्नस्थानम् अस्ति द्वयोः. तत्र बलाबलचिन्तनं नावश्यकं नास्ति. तदनन्तरं किम् आसीत् भगिनी अत्र अङ्गस्य प्रत्ययस्य जः अन्तः, तत्रापि विभक्तिः, अनन्तरं तत्र विशेषणविशेषभावः इति अस्तु. प्रत्ययस्य इति भवति विशेषं, क्षम्यताम्, अङ्गस्य इति भवति विशेषं, प्रत्ययस्य इति भवति विशेषणम्. प्रत्ययरूपी अङ्गं यत् इति अस्ति इति प्रत्ययः भवति विशेषणम्. इदानीं झकार झ इति अवयव इति अस्य स्वीकर्तव्यं, झकार जकार अवयवस्थानी अस्ति अत्र स्थानी षष्टि अस्ति अत्र इत्यस्य स्थाने जकारस्य स्थाने अन्त इति प्रथमा अन्तमस्ति आदेशः अस्ति अत्र अत्र जकारः इत्यस्मिन् अकारः अपि अन्तर्भूतः वा अत्र झ इति षष्टि विभक्ति अस्ति न तत्र केवलं केवलं जय जकारः एव खलु ज इति शब्दः इति नास्ति खलु जातः इत्युक्ते महोदय अकारः कुत्र गतः इति पृष्टवान् तर्हि मम भ्रमः जातः तत्र केवल जकारः एव तत्र अहं वक्तुम् इष्टवती महोदय झ अत्र षष्टिभक्त्यां तत्र झटिति जकारः इति पूर्वं चिन्त्यते यदा महोदय पृष्ट तदा तु मम लास्ट् मै थाट्स् अत्र अङ्गस्य प्रत्ययस्य इति कीदृशसम्बन्ध षष्टिः अस्ति भवती यथा वर्गे उक्तवती एतत् अङ्गस्य इति भवती अहं चिन्तयामि विशेषं प्रत्ययः भवति विशेषणं न षष्टि कीदृशषष्टिः भवति इति ओ षष्टि कीदृश भवति अङ्गस्य प्रत्यय इति सम्बन्धषष्ठी अपि भवति खलु सम्बन्धषष्ठी एव अत्र अत्र तु सम्बन्ध अवयवभावः अस्ति इति कृत्वा सम्बन्धषष्ठी सः इति स्थानी अस्ति अन्त इति प्रथमाविभक्तिः अस्ति अन्त इति आदेशः अस्ति अन्त इति अकारः अत्र उच्चारणार्थः अस्ति इति मन्ये न पूरा अन् अति भवति न अन्त इति एव आदेशः खलु अकारः नास्ति प्रथमाविभक्तौ भवति खलु आमाम् अन्त अन्त इति एव आदेशः किन्तु अकारः उच्चारणार्थः इति कृत्वा तत्र अन्तः तत्र अन्त अन्तयोगः आयोगः इ खलु अन्ति इत्यस्मिन् न भगिनि अन्त प्लस् इ एव अस्ति खलु अन्ति इत्येव अस्ति खलु आदेशः अन्त इति आदेशः नास्ति अन्त इति एव आदेशः अस्ति अन्त अकार नकार तकार तावदेव अकारः अनन्तरम् अनन्तरम् आ अपि अस्ति आ नास्ति भगिनि ओ जो जी स्थाने क्षम्यताम् ओके जास्थाने अन्तादेशः भवति अवशिष्यते अनन्तरम् तच्च ई लोपः भवति अन्त् अवशिष्यते अन्त् अवशिष्यते ओके तदनन्तरं यत्र पदकार्यं कुर्मः तदा तु संयोगान्तस्य लोपः इति आगत्य अन्यत् एव अवशिष्यते आमाम् समीचीनम् आसीत् अग्रे तत्र सूर्यकुमार भवत्याः क्रमः भगिनि महोदय किमपि वक्तुम् इष्टवान् वा मुनिमहोदय किमपि वक्तुम् इष्टवान् वा ध्वनिः श्रुत्वा अन्तः अत्र अस्ति अन्ते एव भवति जस्य अनन्तरम् ई योजनीयम् इति अहम् उक्तवान् किमपि न सूत्रं पठामि वा भगिनि संयोगान्तस्य लोपः संयोगान्तस्य लोपः यस्य पदस्य अन्ते संयोगः अस्ति तस्य पदस्य अन्तिमवर्णस्य लोपः भवति अलो अन्तस्य परिभाषासूत्रमस्ति इत्यनेन अन्तिमवर्णस्य एव लोपः न तु पूर्णपदस्य संयोगः अन्ते अस्ति यस्य तत् संयोगान्तं बहुव्रीहि समासः अस्ति तस्य संयोगान्तस्य षष्ट्यन्तं लोपः प्रथमान्तं त्रिपदमिदं सूत्रम् पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति संयोगान्तस्य पदस्य लोपः तत्र पदस्य विशेषं भवति संयोगान्तस्य विशेषणं भवति लोपः आदेशः क्षम्यतां भगिनि अन्यत्र दृष्ट दृष्टवती संयोगान्तस्य पदस्य लोपः अत्र तत्र तत्र स्थानि किं भवति स्थानि संयोगान्त अन्तस्य यः वर्णः अस्ति तत् स्थाने भवति अलोन्तस्य इति भवति खलु अलोन्तस्य अन्तस्य अल् वर्णस्य अन्त्यस्य अलः इत्येव भवति इति अलः इत्येव स्थाने भवति अत्र संयोगान्तस्य पदस्य इति प्रायः तत्र पुनः सम्बन्धसृष्टिः भवति खलु एवं भवति वा भगिनी किं चिन्तयति पदस्य सम्बन्धिषष्टिः अस्ति विशेष्य विशेषणभावः अपि अस्ति खलु तत्र पदस्य इति विशेष्यम् अस्ति संयोगान्तस्य विशेषणमस्ति तदनन्तरम् अन्तिमवर्णः यः अस्ति तत्र अलः इति अस्ति तद् भवति स्थानि भवति स्थानि भवति तत् लोपः भवति तत्र अन्तस्य इति किम् अस्ति अलोन्तस्य इत्यस्मिन् अन्त्यस्य इति यत् अस्ति तद् तु विशेष्यं भवति अलः इत्यस्य विशेषणं भवति तर्हि अन्त्यस्य अलः इति स्थाने भवति अलः अलः विशेष्यम् अन्तस्य विशेषणं भवति वा तत्र आमाम् ओके आदेशः न वक्तव्यं लोपः लोप इति लोपादेशः अस्ति लोप इति लोपादेशः इति तत्र पूर्वं पठित स्थानिवदादेशौ अनल्विदौ इति पठितवन्तः खलु तत्र पठितवन्तः वयं तत्र लोपः इति लोपादेशः अस्ति इति मणिमहोदय किमपि वक्तुमिच्छति वा महोदय भवान् पठितवान् तन्तामः तदेव महोदय मित्सु लकारेषु एतेषां प्रत्ययानां स्थाने क्रमेण तां तं त अम् एते आदेशः आदेशाः तश्च यस् तश्च तश्च मित् च तेषां चरित्रदण्डः तस्य समीपः तेषां समीपां तां च तं च त च अं च तेषां चरित्रदण्डः तान् तन्तामः तस्तत्समीपां षष्ट्यन्तं तान्तन्तां तान्तन्तां प्रथमान्तं द्विपदं सूत्रं ङित् नित्यं नितः इत्यस्मात् ङितः इत्यस्य अनुवृत्तिः लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं ङितः लस्य तस्तत्समीपां तान्तन्तामः अत्र दत्तं सूत्रं वदति कुत्र किं भवति इति अत्र दत्तं षष्ठाने षष्ठाने इत्युक्ते प्रथमपुरुषे द्विवचने अनन्तरं तस् इत्युक्ते अत्र मध्यमपुरुषे द्विवचने त इत्युक्ते मध्यमपुरुषे बहुवचने विप् अस्ति प्रथमपुरुषे एकवचने अत्र एतेषु चतुर्णां स्थलेषु क्रमेण तां तं त अम् इति आदेशः इति क्रमेण आदेशाः इति कथं ज्ञायते केन सूत्रेण एकं सूत्रमस्ति यथा सङ्ख्यम् अन्ते समानम् आम् महोदय तन्तं तामः का विभक्तिः तदपि विभक्तीनां तन्तं इत्युक्ते अत्र षष्ठी एव तामः इति तत्र अस्थानि वा आदेशः वा महोदय किं तान्तं तामः तान्तं तामः इति अस्ति खलु तर्हि तान्तं तामः इति स्थानि वा आदेशः वा आदेशः स्थानि अस्ति षष्टिविभक्तिः तस्य समीपम् इति षष्टिविभक्तिः भवति खलु तान्तं इति प्रथमा विभक्तिः भवति तस्य समीपम् इति षष्टिविभक्तिः पुनः तत्र किम् अस्ति अत्र अन्यदपि अस्ति तत्र अन्तिमवर्णस्य अलोन्तस्य इत्यस्य कार्यं भवति वा अत्र न न पूर्णतया अत्र अस्ति केन सूत्रेण पूर्णादेशः भवति न विभक्त तस्माः अन्यमस्ति अनेकाचित् सर्वस्य इति सूत्रेण अनेकाः सन्ति खलु अनेकाचित् सर्वस्य आदेशाः पश्यामः चेत् तान् इत्यस्मिन् के कति अल्वर्णाः सन्ति ताम् इत्यस्मिन् तां तं त अम् इति आदेशाः सन्ति खलु ताम् इत्यस्मिन् कति वर्णाः सन्ति त्रीणि सन्ति तम् इत्यस्मिन् कति वर्णाः सन्ति तत्र द्वौ त्रीणि त्रीणि त इत्यस्मिन् अत्र तत् द्वौ द्वौ अम् इत्यस्मिन् द्वौ एव तर्हि अनेकानि वर्तन्ते खलु एक अल्वर्णः नास्ति अनेके अल्वर्णाः सन्ति इति कृत्वा सर्वस्य आदेशः भवति पुनः वदतु सूत्रम् सर्वस्य आम् षित् अस्ति चेत् अपि भवति अधुना विवक्षा नास्ति अनेकाल् अस्ति इति कृत्वा सर्वस्य आदिष्टः भवति इति कृत्वा तस्य इत्यस्य पूर्णतया अन्तिमसकारस्य स्थाने आदेशः न भवति अलोन्तस्य इति न भवति अत्र पूर्णस्य तस्य इत्यस्य स्थाने एव ताम् इति आदेशः भवति तदेव थस् इत्यस्य पूर्णस्य पूर्णतया तस्य स्थाने तम् इति आदेशः भवति थ इत्यस्य पूर्णस्य स्थाने त इति आदेशः मिप् इत्यस्य पूर्णस्य स्थाने अम् इति आदेशः भवति तदनन्तरं मिच् अपि आगच्छति तत् पुनः अन्तिम अत्र तु निच्च इत्यस्य अहं न अत्र न इति वयं दृष्टवन्तः न अलोन्त्यस्य अपवाद भवति सर्वस्य अनेकांशत् सर्वस्य इत्यस्य अपवादः निच्च अनन्तरं पुनः पुनः अपवादः भवति कः किं सूत्रमस्ति अन्यत् सूत्रमस्ति अनेकाश्चित् सर्वस्य इत्यस्य अपवादः निच्छ न पुनः नास्ति पुनः अस्ति अस्ति अस्ति भगिनि अहं वदामि किमिति नित्यपि आदेः परस्य इत्यपि भवति खलु आदेः परस्य इत्यपि भवति अनन्तरं किं नास्ति अन्यत् अपि अस्ति अनेन परस्य आदिमवर्ण स्थाने भवति आदेः परस्य तदनन्तरम् अनेकांशत् सर्वस्य इत्यस्य अन्यपि अपवादः अस्ति किम् अस्ति निच्च इति अस्ति तदनन्तरमपि अस्ति निच्च इति सूत्रसङ्ख्या किम् अस्ति प्राप्तं 1153 अस्ति अलोन्तस्य निच्च आदेः परस्य आदेः तदेव प्रायः निच्च इत्यस्य प्रायः आदेः परस्य इत्येव मनसि स्यात् न जाने अन्यत् किमपि अस्ति वा इति अहं केवलं त्रीणि जानामि त्रीणि एव सन्ति अलोन्त्यस्य निकाचित् सर्वस्य अङ्गित्य मनसि अन्यदपि आसीत् इति पश्यत् नमस्ते भगिनि, बहु विलम्बः जातः। तत्र वयं चिन्तयन्तः स्मः भगिनि, अत्र अनेकांशित् सर्वस्य इति अपवादः अस्ति, मिथ्या इति पुनः अपवादः अस्ति वा इति, आदिनीपरस्य इति तु अस्ति किन्तु अन्य अपवादः अस्ति वा इति चिन्तयन्तः स्मः। न जानामि अहं मया किम् अद्यैव जानीतं खलु, यतोहि अद्य प्रातःकालस्य वर्गस्य ध्वनिमुद्रणम् आरोपितं न अशक्नोत् इति बहु एकघण्टापर्यन्तम् अत्र ट्रैङ्ग् फर् होल् अवर् ट्रैङ्ग् टु गेट् इट् आफ़् सिक्स् एण्ड् वाट् नाट् फैनलि अकोर्डिङ्ग् मै क्लास् अकोर्डिङ्ग् दट् ऐ एम् सो लेट् ऐ सडन्लि रियलैज़् ऐ वाज़् लेट् अनेकाचित् सर्वस्य इति सूत्रस्य तत्र तत्र चिन्तितवन्तः, तत्र तस्य पुनः अपवादः भवति इति कुतश्चित् मम मनसि अस्ति, किन्तु किं कृतमस्ति अहं शृणोमि परन्तु कस्मिन् विषये चिन्तयामि। तस्य चर्चा किमर्थं किमर्थं तस्य विषयं तस्य धूम् तत्र तत्र किमस्ति कष्टस्थमितं प्रान्तं कामः इत्यस्ति भवति खलु भगिनी, तत्र निच् निच्छ इति अलो अन्तस्य अपवादः खलु। सम्यक् न दूरवाण्याः ध्वनिः अस्ति भगिनि, विमला भगिनि न जाने कुतः अद्य सम्यक् अस्ति। तातम् इति नित् अस्ति, तथापि अत्र तातङ्ग् इति पूर्णादे अन्त्यस्य स्थाने एव न भवति खलु, तातङ्ग् आदेशः लोट्लकारे आगच्छति तातङ्गादेशः, किन्तु अपवादः अस्ति खलु इति मम चिन्तनमस्ति, किन्तु अन्यदपि आसीत् मम अहमेव विस्मृतवान्। अस्तु अग्रे गच्छामः, अनन्तरं अस्तु तर्हि अत्र किं पठन्त नितः लस्य इत्यस्य कः महोदय वदति वा, महोदय पणि महोदय नितः लस्य इत्यस्य क किं तत्र विभक्तिः का कीदृशी विभक्तिः इति मिदः लस्य वा कुत्र महोदय मिदः लस्य अत्रापि मिदः लस्य अपि षष्टि विशेष सम्बन्धषष्ठी अपि अस्ति, तदेव पूर्वम् उक्तवन्तः खलु, सम्बन्धषष्ठी अपि अस्ति, अत्र स्थानीषष्ठी अपि अस्ति। किमर्थम् इत्युक्ते यथा तत्र वर्गे भगिन्या प्रतिपादितमासीत्, लस्य इति अधिकारसूत्रमस्ति, तेन सर्वत्र आ अध्याये लस्य इति सर्वत्र स्थानित्वेन अनुक्रियते, तर्हि लकारस्य स्थाने ये प्रत्याः आदिष्टाः इति भवति अर्थः, तर्हि नितः लकारस्य स्थाने ये प्रत्याः आदिष्टाः तेषां तस्थस्तमिपां तान्तन्तामः भवति इति अर्थः। सम्बन्धषष्ठी अन्य षष्ठी किं वदति षष्ठी अपि भवति, बिकास् वाट् एवर् प्रत्यास् हेड् कम् इन् द प्लेस् आफ् लस्य दोस् तस्थस्तमिपां, तत्र तस्य समीपम् इति प्रत्ययाः सन्ति खलु, लस्य इत्यस्य स्थाने एव तस्य समीपम् इति आगतः इति कृत्वा तादृशरूपेणपि तत्र स्थाने अपि भवति, किन्तु अधुना अस्य अस्मिन् विवक्षायां तत्र सम्बन्धषष्ठी अस्ति इति स्वीकर्तव्यम्। धन्यवादः। विमलाभगिनी पठितुम् इच्छति वा भगिनि तस् इति तस्य समीपम् खलु कुतः पठनीयमिति न जानामि समीपं तान्तन् तामः इत्यस्य सूत्रार्थः पठितः तदनन्तरं अनुवर्तसहितसूत्रमपि पठितं किं पठितं तदेव पठितं तस्मात् अग्रे समीपां तान्तन्तामः इत्यनेन ङित्सुलकारेषु तम् इत्यस्य स्थाने ताम् इति आदेशः एवमेव ठस् तत्र तम् आदेशः ठ इत्यत्र मिप् इत्यत्र अम् आदेशः भवति यथा भवति भवत्या उक्तम् अनेकाचित् सर्वस्य इत्यनेन एव एतेषां ताम् तम् अम् एतेषाम् आदेशाः भवन्ति अनेकाचित् सर्वस्य इत्यनेन यदि अनेकाचित् सर्वस्य इत्यस्य कार्यं न भवेत् चेत् किं सूत्रं स्यात् तत्र अनोन्त्यस्य खलु अनोन्त्यस्य बाधित्वा यतोहि अनेकाः सन्ति तम् इति एकमेव अक्षरं वर्णः नास्ति वर्णद्वयम् अस्ति बहुत्र त्रयम् अस्ति अस्तु वर्णते अस्तु अस्तु त म अ म ताम् त आम इति अस्तु नित्यं ङितः ङितः लकारस्य सकारान्त उत्तमपुरुषस्य प्रत्ययस्य अन्त्यसकारलोपो भवति येन विधिस्तदन्तस्य इत्यनेन सकारान्तः इत्यर्थः अलोन्त्यस्य इत्यनेन प्रत्ययस्य अन्तिमवर्णस्य सकारस्य लोपः न तु पूर्णप्रत्ययस्य नित्यं द्वितीयान्तं क्रियाविशेषणम् एतद् मया न अवगतं नित्यं द्वितीयान्तमिति ङितः षष्ट्यन्तं वितवितवितसूत्रम् अस्तु नित्यं करोति भवति नित्य अस्तु क्रियाविशेषणमिति किमर्थम् उक्तं लोपः क्रियते इति एतस्य क्रियाविशेषणं नित्यं क्रियते इति सर्वदा क्रियते इति अस्तु नित्यं द्वितीयात् क्रियाविशेषणम् अस्तु गीतषष्ट्यन्तं द्विपदमिदं सूत्रं स उत्तमस्य इति सूत्रस्य पूर्णतया अनुवृत्तिः इतश्च लोपः परस्मैपदेषु इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं ङितः लस्य सः उत्तमस्य नित्यं लोपः अत्र नित्य अत्र सूत्रे लोप इति प्रथमान्तं नित्यं प्रथमान्तं कस्मिन् अर्थे प्रथमान्तं भवति लोपः आदेशः खलु अत्र ङितः लस्य सः उत्तमस्य कस्य लोपः भवति इत्युक्ते सः इत्यस्य लोपः भवति सः पुत्रस्य उत्तमस्य उत्तमपुरुषस्य तर्हि सः इत्यस्य का विभक्तिः कस्मिन् षष्टिविभक्ति खलु तस्य इति कस्मिन् पुनः लोप इत्यस्य कारणे षष्टि स्थाने स्थाने इति स्थाने भवति अपि च लस्य सः इत्यनेन सम्बन्धषष्टिः किं तत्र सम्बन्ध लस्य इति स्थाने अपि अस्ति सम्बन्धपि तदेव प्रतिपादितं खलु वर्गे तत्र पृष्ठतः गच्छामः चेत् सः नित्यं लोपः इति भवति सकारस्य नित्यं लोपः इति भवति किन्तु उत्तमस्य इति कीदृशसकारस्य इति पृच्छामः चेत् उत्तमस्य सकारस्य इति उत्तमस्य प्रत्ययस्य सकारस्य इति भवति तत्र उत्तमपुरुषस्य प्रत्ययस्य इति भवति तत्र कीदृशी षष्ठी इत्युक्ते सम्बन्धषष्ठिः भवति तत्र सम्बन्धः उत्तमस्य सः इत्युक्ते सम्बन्धः प्रत्ययम् इति विशेष्यं भवति उत्तमस्य इति विशेषणं भवति प्रत्ययस्य पुनः तादृश उत्तमस्य उत्तमप्रत्ययः उत्तमपुरुषप्रत्ययः यः अस्ति सः लकारेण कः सम्बन्धः अस्ति लस्य इत्यस्य कः सम्बन्धः अस्ति इत्युक्ते लकारस्य स्थाने विधीयमानाः ये उत्तमपुरुषप्रत्ययाः इति तत्र तादृशी सम्बन्धः भवति सर्वेषां लकाराणां नास्ति खलु केवलं निट् लकाराणां तर्हि लकाराः दशलकाराः सन्ति तेषु षडेव नित्लकाराः सन्ति कृत्वा लस्य इति विशेषमस्ति नितः इति विशेषणमस्ति अधुना तादृश तत्र लस्य इत्यस्मिन् अधिकारे एव तत्र अधिकारसूत्रमस्ति सर्वत्र लस्य इति स्थानित्वेन अनुक्रियते इति तत्र सूत्रे उक्तमस्ति इति कृत्वा स्थानि अपि भवति सम्बन्धसृष्टिः अपि भवति इत्युक्ते स्थानि कथं भवति इत्युक्ते कुत्र विधानार्थं स्थानि न भवति किन्तु इतः लकारस्य स्थाने ये प्रत्ययाः विधीयमानाः तेषाम् उत्तमपुरुषस्य सकारस्य नित्यं लोपः भवति इति अस्तु सम्बन्धः अवगतः प्रश्नमस्ति वा हा नित्यं लोपः सः लोपः कस्य उत्तमस्य सः तस्य लोपः लोपः आदेशः भवति सः उत्तम सः उत्तम उत्तमस्य च उत्तमस्य उत्तम प्रत्ययस्य सकारस्य लोपः लस्य इत्युक्ते ङित् लस्य ङित् यत् ङित् अस्ति लस् ङितः यत् लस्यस्य अधिकारे विद्यमानस्य सूत्र विद्यमानस्य प्रत्ययेषु यत् ङित् अस्ति तस्य प्रत्ययस्य इत्युक्ते तत्र किम् अस्ति तत्र अयोध्यायाः राज्ञः पुत्रः पुत्रस्य रामस्य स्थाने इति भवति खलु अयोध्या तत्र तु अयोध्यायाः राज्ञः इति एक तत्र सम्बन्धसृष्टिः अस्ति तदनन्तरं राज्ञः पुत्रः इति अन्यसम्बन्धसृष्टिः अस्ति तर्हि राज्ञः पुत्रः इति तर्हि तदनन्तरं पुत्रस्य स्थाने इति तत्र स्थाने सृष्टिः भवति तर्हि अत्र सृष्टिद्वयं सम्बन्धार्थक लस्य गीतः इति अस्ति लस्य गीतः इत्युक्ते तेषां सम्बन्धः कः लस्य गीतः इति विशेषं लस्य विशेषं गीतः वा दशलकाराः सन्ति खलु घटाः सन्ति तेषु नीलः घटः तु तत्र घटमेव विशेषम् अस्तु नितः लकाराः तु षड् भवन्ति लुङ् लङ् लिङ् लङ् लुङ् लिङ् लृङ् महिङ् लृङ् तदनन्तरं किमस्ति चत्वारि एव सन्ति वा अस्तु विधिलिङ्ग् अपि आशीर्लिङ्ग् इति गणयामः चेत् विधिलिङ्ग् आशीर्लिङ्ग् लङ् लुङ् लृङ् अपि च महिङ् आत्मनेपदेषु तदा षट् लकाराः भवन्ति महिङ् इति प्रत्ययः उत्तमपुरुषप्रत्ययः अस्ति खलु इड्वहि महिङ् सारि देट्स् नाट् लकार यु आर् रैट् आम् आम् आम् लट् लकार लिट् टित् लकाराः षड् वर्तन्ते चत्वारि लकाराः वन् टु त्रि फोर् फोर् एव सन्ति तत्र लट् लकारः तु विधिलिङ्ग् आश्रिलिङ्ग् इति तत्र भवति आम् तर्हि लङ्लकारः चत्वारि तित्लकारः षड् वर्तन्ते षड् वर्तते तत्र तित्लकारः के के भवन्ति लट् लिट् लट् लुट् लिट् लेट् लट् लोट् लोट् इति ललालि क्रियते चेत् वर्णप्रकारे प्रकारेण अस्तु काम्प्लिकेटेड् सम्बन्धः एषां सम्बन्धः किञ्चित् सरलं नास्ति धन्यवादः भगिनि एतत् सूत्रं तस्मिन् वर्गे न पठितं वि केन् फिनिश् इट् भगिनि यत् बस् वस् वस् इत्यत्र नित्यं गीतः इत्यनेन गीतः लकारस्य सकारान्त उत्तमपुरुषप्रत्ययस्य अन्त्यसकारलोहः भूत्वा व अवशिष्यते तथा एव मस् इत्यत्र केवलं म अवशिष्यते यतोहि उत्तमस्य सः नित्यं लोपः भवति गीतः लस्य इति भगिनि नित्य नित्य इति न विभक्तो सुष्मा इत्यस्य अपवादः वक्तुं शक्नुमः? सत्यं भगिनि, न विभक्तो सुष्मा इति. आम् आम्, अपवादं कथं भवति? विभक्ति प्रत्यय सकार मकारस्य लोपं न भवति. सामान्यस्य निषेधः भवति खलु, तुस्मा विभक्तौ तुस्मा इति सकार निषेधः भवति, तस्य अपवादत्वेन नित्यं नितः इति आगच्छति. निषेधस्य अपवादः विभक्तौ तुस्माः इत्यस्य निषेधः. तत्र किं भवति, सामान्यतया अलोन्तस्य क्षम्यतां किमस्ति प्रथम तत्र हलन्त्यम् इत्यनेन भवति स्म सकारस्य लोपः. तत्राद्य न विभक्तौ तु स्माः इत्यनेन निषेधः क्रियते, पुनः अस्य निषेधः भवति नित्यं नितः इति. निषेधस्य निषेधं निषेधस्य आम् आम् अपवादः अस्ति. अहं पृष्टम् इष्टवती वर्गे किं भगिनि? अहं वर्गे महोदयं पृष्टम् इष्टवती किन्तु न दृष्टं न प्राप्तम्. सत्यं सत्यं, अत्र तु अपवादभूतसूत्रमपि अस्ति, नियमसूत्रमपि अस्ति खलु, तत्र नियमे आमां न विभक्तौ स्म न विभक्तौ स्मः इति तत्र किम् अस्ति बाधकसूत्रम्, हलन्तस्य निषेधः. अनन्तस्य निषेधः निषेधः नित्यं नितः इत्युक्ते नित्य नित्यं नित इति नियमसूत्रं भवति किं? न न अपवादभूतमेव इति. पुनः अपवादः, अपवादस्य अपवादः. पठामि वा अग्रिमपङ्क्तिमपि? आम् आं भगिनि. अत्र प्रश्नः उदेति यत् अस्मिन् सूत्रे नित्यं किमर्थम् उक्तं? नित्यं नितः पूर्वं 3496 तमे सूत्रे प्रथमं पदम् अस्ति वा वैतोऽन्यत्र वा एतः अन्यत्र. अग्रिमयोः द्वयोः सूत्रयोः अपि अस्य अनुवृत्तिः प्रवर्तमाना. तर्हि नित्यं 99 अस्ति नित्यं नितः, 96 सूत्रं वा इति भवति, अनन्तरं 97, 98 इत्यत्र तु वा इति अनुवृत्तिः भवति इति खलु. वा शब्दः अनयोः सूत्रयोः अनुवृत्तिः स्यात्. किन्तु नित्यं नितः इत्यनेन यः सकारलोपः विहितः सः वैकल्पिकः नास्ति, अतः वा इति अनुवृत्तिं स्थगयितुं निवारयितुं नित्यशब्दः अत्र प्रयुक्तः. अत्र कार्यं वैकल्पिकं नास्ति इति सूचयितुं नित्यम् इत्यस्य प्रयोगः कृतः. तर्हि सरला भगिनी आहत्य किं भवति इति आहत्य नियमः इति वदति. आहत्य इति भवति 3, 4, 96 इति सूत्रं यत् अस्ति वैको अन्यत्र, तत्र वा इति प्रत्ययस्य वा इति प्रयोगः अस्ति. तदनन्तरं क्रमेण 3497, 3498 तत्र वा इत्यस्य अनुवृत्तिः अस्ति, किन्तु नित्यं यत् तस्य वा इत्यस्य अनुवृत्तिः न अपेक्षिता, सः तत्र नित्यमिति दत्तम्. अरुणा भगिनी पृष्टवती अद्य वर्गः नास्ति वा इति, वर्णवरद क्षम्यताम् अग्रे अपि भगिनी पठति वा, अग्रे आहत्य इति अस्ति तद् पठति वा इति. आहतनियमः प्रथमं मूलचिह्नप्रत्ययेषु यत्र इकार ञित् लकारेषु तस्य इकारस्य लोपः यथा ति तकार जि अन्ति अन्त सि द्वितीयं तत्सु लकारेषु एतेषां प्रत्ययानां स्थाने क्रमेण तां तं त अम् एते आदेशा न केवलं लङि अपि तु सर्वेषु मित्सु लकारेषु एते आदेशाः भवन्ति. तृतीयं वस्मस् अनयोः प्रत्ययो चकारस्य लोपः अयं लोपः अपि सर्वेषु मित्सु लकारेषु भवति. स्वाच्य त्रयनियमाः सन्ति. प्रथममस्ति इत्तस्य अनेन सूत्रेण यत् मूर्पकेषु यत्र इकार अस्ति तस्य लोपः भवति, यथा एकवचने प्रथमपुरुष द्विवचने अपि प्रथम मध्यम उत्तमपुरुषे मी सि अपि झि अत्र अस्ति प्रथमपुरुष बहुवचने तत्र एकारस्य लोपः भवति. द्वितीयमस्ति तत्सत्सम्यक्त्वां तेषां यथा सङ्ख्यामपि देशे अपि अनेकासीत् करोति अनेन आदेशः भवति क्रमेण तां तं त अम् इति सर्वेषु मित्सु लकारेषु एतत् नियमः प्रचलति. तृतीयमस्ति नित्य नित् अनेन वस् मस् यत् प्रथम उत्तमपुरुषे द्विवचने वस् बहुवचने मस् अस्ति, तत्र सकारस्य स्थाने सकारस्य लोपः भवति नित्यं नित्यानि सर्वासुलकारे सर्वासु निश्चूलकारेषु इति भवति सर्वेषु. तत्र नित्सुलकारेषु अपि लोट् लकार अपि भवति, लोट् निद्वत् भवति तत् लोट् लकारे तत्सम्यक्. सूर्यकुमारी भगिनी अग्रे पठति तर्हि भगिनि तर्हि नियमान् अनुसृत्य कार्यम् एवं तिप् पकारलोपः अलन्तम् इत्यनेन ती ई लोपः इतच्च इत्यनेन ता इति लङ्प्रत्यये निष्पन्नः तस् तत्र ताम् आदेश ताम् आदेशः सूत्रं तत्तत्तामस्तान्तं तामः इत्यनेन ता तत्स्थाने ताम् आदेशः लङ् प्रत्यये ताम् इति लङ् प्रत्यये निष्पन्नः. झि ज्यास्थाने अन्त आदेशः अन्त् योगः ई अन्ति ई लोपः इतच्च इत्यनेन अन्त् तकारस्य संयोगान्तलोपः इत्यनेन तकारलोपः भवति अन् इति लङ् प्रत्यये निष्पन्नः. सिप् पकारलोपः सि अनन्तरम् ई लोपः सायि सकार एव अवशिष्यते सायि इति लङ् प्रत्यये निष्पन्नः. तस्थाने तम् आदेशः सूत्रेण तम् इति लङ् प्रत्यये निष्पन्नः मध्यमपुरुषद्विवचनस्य प्रत्ययः. तास्थाने ता इति आदेशः भवति मध्यमपुरुष बहुवचनप्रत्ययः. मिप् स्थाने अम् आदेशः अम् इति उत्तमपुरुष प्रथम एकवचनस्य प्रत्ययः निष्पन्नः. वस् तत्र सकारलोपः भवति नित्यं नितः इत्यनेन वा इति लङ्प्रत्यये निष्पन्नः. तदेव मस् सकारलोपः भवति मा इति नित्प्रत्ययस्य उत्तमपुरुषबहुवचनप्रत्यय निष्पन्नः. प्रश्नः अस्ति भव्या भगिनी, अत्र मम सन्देहः अस्ति लङ् इति उट्टङ्कनदोषं वा, यतोहि एषः पाठः लृङ् लकारस्य कृते अस्ति. यद्यपि लङ् इत्यत्रापि ङित् इति कृत्वा एते एव आदेशाः भवन्ति इति भाति, परन्तु अत्र सर्वत्र लङ् लङ् इति उक्तं, यथा टिप् पकार लोपति त इति लङ् प्रत्ययः, सर्वत्र लङ् लङ् इति उक्तं. मुद्रण तत्र कापि पेस्ट् कृतवान् इति मन्ये. प्रथमं लिङ्क् प्रत्यय इति नित्सु शुद्धकिङ् प्रत्ययः स्वीकृत्य तत् यस्य तस्य आदौ प्रत्ययः समानः अस्ति समानः अस्ति, परन्तु पाठस्य लृङ्लकारः खलु, इति लङ् इति दत्तमस्ति, तदेव मम किञ्चित् भ्रमः अभवत्. मणिमहोदय पठति महोदय ध्येयम् अस्ति अत्र समाप्यते देयं यत् अत्र इतश्च तस्थसमीपां तान्तं कामः इति द्वयोः सूत्रयोः प्रसक्तिः इत्युक्ते नित्यस्मिन् यदि इतः इति इतश्च इति प्रयोगं कुर्मः चेत् किं भवति म इति अवशिष्यते खलु किम् इति तर्हि तदपि भवितुम् अर्हति नो चेत् तत्र समीपां तान्तं कामः इत्यनेन किम् इति आदेशः भवति तर्हि द्वयोः सूत्रयोः प्रसक्तिः तर्हि बलाबलचिन्तनं क्रियते भवे भगिनि पुनः वदतु किं उत्सविति न अवगतं मिप्यति मिप्यति प्रत्ययः अस्ति उत्तमप्रश्नः तत्र तु इत्यस्य सूत्रस्य प्रसक्तिः अस्ति तस्थस्थमित्वं तान्तं तामः इत्यपि इत्यस्यपि प्रसक्तिः अस्ति तर्हि कस्मिन् सूत्रं किमर्थं तत्र तस्थस्थमीपाम् इत्यस्य प्रवर्तनम् इति बलाबलचिन्तनं क्रियते खलु तदेव अत्र क्रियते अस्तु अस्तु अस्तु किमर्थम् इतश्च इत्यस्य कार्यं न भवति ओ अस्तु न तु मप् इति भवेत् खलु इतश्च इति प्रकारस्य तु हलन्तिम् इति निलोपः भवति म इति अवशिष्यते अवशिष्यते म इति अवशिष्यते अवगतं पकारस्य हलन्त्यमित्यनेन इकारस्य तु इतश्च इत्यनेन अस्तु केवलं मकारः अवशिष्यते अस्तु अवगतं धन्यवादः पूर्वं भस्मस्य सूत्रे पुत्र किं भवति इति इतश्च कार्यं करोति वा इति प्रश्नः भवति तदेव इदानीम् उक्तवती सूत्रद्वयमपि ङित्सु एव प्रवर्तते किन्तु तस्थमिपां तान्तं तामः इत्यनेन ङित्सु यदि विपः स्थाने आम् आदे अमादयस्य वा न स्यात् तर्हि सूत्रस्य तत् दलं व्यर्थं भविष्यति इति कृत्वा विपः स्थाने अमादेशो भवति तत्र अपवादभूतत्वं भवति केवलं तद् भागः यः अस्ति सः भागः अपवादभूतत्वं भूत्वा तस्य समीपां कान्तामः इत्यस्य प्रवर्तनं भगिनी विप्रतिषेधे परकार्यम् इति वक्तुं शक्नुमः वा प्रतिपदोक्तत्व वा तत्र यत्र अपवादभूतत्वं भवति तत्र तु भवे विप्रतिषेधः इति न गणयामः खलु अपवादभूतत्वं तत्र अन्यथा तु तत्र नियमसूत्रं वा अन्य क्षम्यतां पूरपरनित्य अन्तरङ्गं वा भवति चेत् तत्र तु तत्र परसूत्रं गणयितुं शक्नुमः किन्तु तत् अपवादभूतत्वं भवति तत्र तु अन्यत् सर्वमपि वयं त्यजामः किमर्थमित्युक्ते पाणिनीयसूत्रे यत् लिखितमस्ति तद् व्यर्थं न भवेत् इति मूल आशयः अस्ति प्रतिपदोक्तत्ववात् इति वक्तुं शक्नुमः प्रतिपदोक्तत्वमस्ति प्रतिपदोक्तत्वमस्ति तत्र बलवद् भवति इत्युक्ते किं प्रतिपदोक्तत्वम् इत्युक्ते किं साक्षात् उक्तमस्ति खलु स्पेसिफिकलि मेन्शन् इतश्च इति मिप् इति तस्य समीपां तान्तं नाम मिपां उक्तवती इतश्च इति तु बृहत् कार्यं श्रुतमस्ति खलु मिप् इति अस्तु साक्षात् उक्तं तत् अस्तु अस्तु प्रतिपदम् उक्तमस्ति इति प्रतिपदोक्तत्वम् अस्ति प्रतिपदम् उक्तम् अस्तु अस्तु कार्यक्षेत्रं न्यूनक्षेत्रमस्ति साक्षात् उक्तमस्ति प्रतिपदं न्यूनक्षेत्रमपि नास्ति यथा भगिनी उक्तवती साक्षात् मिप् इति उक्तमस्ति इति कृत्वा तस्य कार्यं भवति अत्र परन्तु अन्तिमवाक्ये अस्ति दलं व्यर्थ भविष्यति कृतमिति अस्ति इति दलम् अस्ति खलु मिप् इति भागः परन्तु महोदयेन अपवादसूत्रमिति न उक्तं केवलं दलसार्थक्यस्य कृते अस्ति इति किमर्थम् दलसार्थक्यम् इति तादृशदलम् अत्र नास्ति अत्र तु पूर्णसूत्रस्य व्यर्थमिति न वदामः खलु केवलं मिप् इत्येव अपवादबोधत्वं भवति अत्रैव सङ्घर्षः अस्ति खलु अस्तु इत्येषां तु तत्र तु there is no conflict there आमाम् अन्येषु सूत्रेषु नास्ति अन्येषु स्थलेषु नास्ति केवलं मित् इति स्थले अस्ति इति कृत्वा तत् स्थलम् इति अस्य कृते दलम् इति प्रयुक्तं हा अस्तु दलं व्यर्थं न भविष्यति अस्ति अस्तु अस्तु धन्यवादः इकाराणां कृते सामान्यः प्रत्ययः एव इत्तामन् इस्तम्त अम्बम इति अधुना यस्य योजनीयः इति यथोक्तं लृङ्लकारः नित् अस्ति अतः प्रथमतया नित्लकाराणां कृते सामान्याः प्रत्ययाः निर्मात्याः ये उपरि जाताः अधुना ताम् अन् इस्तम्त अम्ब म इति सामान्यप्रत्ययाः लृङ्लकाराणां निर्माणं कृतवन्तः अधुना तेषाम् आदौ स्य इति योजनीयः अनेन लृङ्लकारस्य सिद्धतिङ्प्रत्ययाः भविष्यन्ति अपि डागम लङ्लिङ् लिक्षु दात् अपि आकर्षयति गतमपि प्रायः अग्रिमे सप्ताहे अग्रिमे एव दृश्यते आदौ भगिनी भगिनी तत्र सूत्रं प्रतिपदोक्तुं बलवत् भवति वा आं महोदय किमर्थम् इत्युक्ते इट् इस् नाट् जस्ट् न्यूनक्षेत्रम् इट् इस् साक्षात् तत् पदं खलु वै हेस् It's more specific, right? It is like a specifically calling out for myth. That's what Pratipadaptatam, right? Very specific condition. Tal Sutram, Paribhash Sutram, Bhagani. When there is a very specific rule has been created for a particular word, then that takes priority, right? Okay. Kamanithi Vadamaha, Brihakshetrat, Nyunakshetram, Abhavada Bhutam Bhavati. But even in you, it's not even Nyunakshetram, it's not even applicable to many things. It's just applicable only to myth. Okay, Nipam Ikya Bhaga Asti, it's applicable only to myth. But where you say Itasya, it is applicable to many Pratyas. Tarhi, Tarhi Sutra Masti Ke Pratipadokta Miti Kriya Sutra Masti. Tatra Kevalam, Tatra Paribhashika, Tatra Vyakharana, Tatra. परिभाषामपि नास्ति तद् केवलम् अंशः अस्ति जस्ट् अण्डर्स्टाण्डिङ्ग् ऐ गेस् आम् आम् इति मन्ये अस्तु तत्र समीपां कान्तन्तामः इति एव किमर्थं न किमर्थं नित्यम् इतः न दत्तं श्रुतम् तत्र तु केवलं नित्य इत्यस्य कृते स्टार् स्टार् कृते कृतं खलु समीप हास् अ स्टार् स्टार् हीस् ट्रैङ्ग् टु एक्स्प्लेन् वै देर् इस् अ स्टार् स्टार् अस्ति बट् नित्यं मितः अपि कार्यं करोति इति किल नित्यं मितः इति मित् इत्यस्मिन् न आगच्छति खलु किमर्थं सकारः कथं भवति इति नित्यं एव चित्रणे एव परन्तु किमर्थं न आलरेडि स्टडीड् विच् विच् प्रत्ययस् आर् विच् महोदय रैट् नौ वी जस्ट् टाकिङ्ग् अबौट् मित् वेर् दर्स् अ कान्फ्लिक्ट् we are trying to understand why but yatra vasmas asti tatra to conflict nasti kelo tatra kevalam nitya tatra nitya itisya prasakti api itisya itisya prasakti eva nasti vasmas itisya kevalam nitya nitya itisya ka karyam bhavati kelo ah yatra sangarshah bhavati tasmin vishaye atra hmm hmm धन्यवादः भगिनी कुत्रापि तत् इफ् यु फैन् दट् थिङ्ग् एबौट् प्रतिपदोक्तत्वम् इति कस्मिन्नपि व्याख्याने अस्ति चेत् सरला भगिनी भव्या भगिनी मां प्रेषयतु निश्चयेन भगिनी प्रेषयामि ऐ ट्रै टु फैन् दट् वर्ड् इन् महोदयस्य करपत्रेषु पत्रेषु आसीत् डाट् काम् मध्ये अस्ति वा इति पश्यामि लक्षत्व लक्षणप्रतिपदोक्तपरिभाषया इति दत्तमस्ति इकोयति इति अस्ति लक्षणप्रतिपदो तस्यैव ग्रहणम् इकोयचि इत्यस्मिन् सूत्रे वा धादा बहु बहुषु सूत्रेषु वर्तते तत्र केवलपरिभाषा अस्ति परिभाषासूत्रं नास्ति केवलपरिभाषा can you please send me the link for that if you I just searched by pratipado pratipada ha in ashtadhyayi vyakhyan veshaneya atra vyakhyanam iti asti kalu tatra kevala vyakhyanam not vyakhyan and veshanam tatra nasti pratipado iti sarasvati अत्र वेन् यु गो इन् टु दिस् अत्र सूत्रप्रभेदाः अष्टाध्यायी शब्दानुक्रमः व्याख्यान्वेषणम् इति अस्ति तत्र व्याख्यान्वेषणे तस्मिन् हा हा तस्मिन् वा कुड् फैण्ड् इट् एनिवे मे बि अदर् टैप् इट् इन् द संस्कृत सेण्ट् लिङ्क् ओके अस्तु भगिनि पश्यामि अस्तु धन्यवादः धन्यवादः लब्धं लब्धं लब्धं